पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 82 शिव उवाच अथ दीक्षाविधिं वक्ष्ये शृणु नारदतत्त्वतः श्रवणादेवमुच्येत विना तस्य विधानतः आविरञ्च्या जगत्सर्वं विज्ञाय नश्वरं बुधः आध्यात्मिकादित्रिविध दुःखमेवानुभूय च अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः विरज्य संसृतेर्हानौ साधनानि विचिन्तयेद् अनुत्तमसुखस्यापि सम्प्राप्तौ भृश्यनिर्वृदः नराणां दुष्करत्वं हि विज्ञाय च महामतिः भृश्यमार्तस्तदो विप्र मां गुरुं शरणं व्रजेत शान्तो विमत्सरकृष्णे भक्तोऽनन्यप्रयोजनः अनन्यसाधनश्रीमान् कामलोभविवर्जितः श्रीकृष्णरसतत्त्वज्ञकृष्णमन्त्रविदाम्बरः कृष्णमन्त्राश्रयो नित्यं मन्त्रभक्तः सदा शुचिः सद्धर्मशासको नित्यं सदाचारनियोजकः सम्प्रदायी कृपापूर्णो विरागी गुरुरुच्यते एवमादिगुणप्रायशुश्रूषुर्गुरुपादयोः गुरौ नितान्तभक्तश्च मुमुक्षुशिष्य उच्यते यत्साक्षात्सेवनं तस्य प्रेम्णा भगवतो भवेद् स मोक्षप्रोच्यते प्राज्ञैर्वेदवेदाङ्गवेदिभिः आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेद् स सन्देहानपाकृत्य बोधयित्वा पुनः पुनः स्वपादप्रणतं शान्तं शुश्रूषं निजपादयोः अधिकृष्टमनाशिष्यं मनुमध्यापयेत् परं चन्दनेन मृदा वापि विलिखेद् बाहुमूलयोः वामदक्षिणयोर्विप्रशङ्खचक्रे यथाक्रमम् ऊर्ध्वपुण्ड्रं तद कुर्यात् भालादिषु विधानतः ततो मन्त्रद्वयं तस्य दक्षकर्णे विनिर्दिशेद मन्त्रार्थं च वदेत्तस्मै यथा वदनुपूर्वशः दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः ततोऽधिभक्त्या स स्नेहं वैष्णवान् भोजयेद्बुधः श्रीगुरुं पूजयेच्चापि वस्त्रालङ्करणादिभिः सर्वस्वं गुरवे दत्त्या तदर्थं वा महामुने स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिञ्चनैः यगेदैः पञ्चभिर्विद्वान् संस्कारैः संस्कृतो भवेद् दास्य भागी स कृष्णस्य नान्यथा कल्पकोटिभिः अङ्कनं चोर्ध्वपुण्ड्रश्च मन्त्रो नाम विधारणं पञ्चमो याग इत्युक्ताः संस्कारा पूर्वसूरिभिः अङ्कनं शङ्खचक्राद्यैः सच्छिद्रं पुण्ड्रमुच्यते दासशब्दयुधं नाम मन्त्रो युगलसंज्ञकः गुरुवैष्णवयोः पूजा याग इत्यभिधीयते एते परमसंस्कारा मया ते परिकीर्तिताः अध तुभ्यं प्रपन्नानां धर्मान् वक्ष्यामि नारद यानास्ताय गमिष्यन्ति हरिधाम नराकलौ युद्धं गुरो लब्धमन्त्रो गुरुभक्तिपरायणः सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः सदां धर्मां स्तदशिक्षेत् प्रपन्नानां विशेषतः स्वेष्टदेवधिया नित्यं वैष्णवान् परितोषयेत् ताडनं भर्सनं कामि भोग्यत्वेन यथा स्त्रियः गृह्णन्ति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः ऐहिक्या मुष्मिकी चिन्ता नैव कार्या कदाचन ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा आमुष्मिकं तथा कृष्णस्वयमेव करिष्यति अदो हि तत्कृते त्याजप्रयत्नः सर्वथा नरैः सर्वोपाय परित्याग कृष्णीयात्मतयार्चनं सुचिरं प्रोषिदेकान्ते यथा पदिपरायण प्रियानुरागिणी दीना तस्य सङ्गैककाङ्क्षिणी तद्गुणान् भावयेन्नित्यं गायत्यपि शृणोति च श्रीकृष्णगुणलीलादिस्मरणादि तथाचरेत् न पुनः साधनत्वेन कार्यं तत्तु कदाचन चिरं प्रोष्यागतं कान्तं प्राप्य कान्तधिया यथा चुम्बन्तीव श्रुष्यन्तीव नेत्रान्तेन पिबन्त्यपि ब्रह्मानन्दगदेवाशु सेवदे परया मुदा श्रीमदर्चावतारेण तथा परिचरेद्धरिम् अनन्यशरणो नित्यं तथैवानन्यसाधनः अनन्यसाधनार्थत्वात्स्यादनन्यप्रयोजनः नान्यं च पूजयेद्देवं ननमेत्तं स्मरेन्न च न च पश्यन्न गाये च न च निन्देत् कदाचन नान्योच्छिष्टं च भुञ्जीत नान्यशेषं च धारयेद् अवैष्णवानां सम्भाषा वन्दनादि विवर्जयेद् ईश वैष्णवयोर्निन्दां शृणुयान्न कदाचन कर्णौ पिधाय गन्धव्यं शक्रौ दण्डं समाचरेद् आश्रित्य चादकीं मृत्युं देहपादावधिद्विज द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मदिः शरत्समुद्रनद्यादिन्विहाय चादको यथा तृषितो म्रियते वापि याचते वा पयोधरम् एवमेव प्रयत्नेन साधनानि विचिन्तयेत् स्वेष्टदेव सदा याच्यो गतिस्त्वं मे भवेरिति स्वेष्टदेव तदीयानां गुरोरपि विशेषतः अनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः विचिन्त्य विश्वस्येदौ मामीमा उद्धरिष्यति संसारसागरान्नाथ मित्रपुत्रगृहाकुलाद गोप्तारो मे युवामेव प्रपन्न भयभञ्जनौ योऽहं ममास्ति यत्किञ्चिदिह लोके परत्र च तत्सर्वं भवदोरद्य चरणेषु समर्चितम् अहमस्म्यपराधानामालयस्त्यक्र साधनः अगदिश्च ततो नाधौ भवं तावेव मे गतिः तवास्मि राधिकान्तकर्मणा मनसा गिरा कृष्णकान्ते तवैवास्मि युवामेव गतिर्मम शरणं वां प्रपन्नोऽस्मि करुणा निकराकरौ प्रसादं कुरु तं दास्यं मयि दुष्टे पराधिनि इत्येवं जपदा नित्यं स्थातव्यं पद्यपञ्चकम् अचिरादेव तद्दास्यमिच्छता मुनिसत्तम बाह्यधर्म मया ह्येदे सङ्क्षेपेणोपवर्णिताः। आन्तरः परमो धर्मः प्रपन्नानामधोच्यते, कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः, तयोः सेवां प्रकुर्वीद दिवानक्तमदन्त्रितः। उक्तो मन्त्रस्तदङ्गानि तथा तस्याधिकारिणः, तद्धर्माश्च तदा तेभ्य फलं मन्त्रस्य नारद। अनुतिष्ठत्वमप्येदत्तयोर्दास्यमवाप्स्यसि, स्वाधिकारक्षये विप्र सन्देहो नात्र कश्चन। सकृन्मात्रप्रपन्नाय तवास्मीति च याचते, निजदास्यं हरिर्दद्यान् न मेत्रास्ति विचारण। अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतं, श्रुतपूर्वं मया कृष्णाद साक्षात् भगवतः परम्। एष ते कथितो धर्म आन्तरो मुनिसत्तम, गुह्यादेशगुह्यतमो गोपनीयप्रयत्नतः। मन्त्ररत्नमहं पूर्वं जपन् कैलासमूर्धनि, ध्यायन्नारायणं देवमवसं गहने वने। ततस्तु भगवां स्तुष्टप्रादुरासममाग्रदः, व्रियतां वर इत्युक्ते मयाप्युत्काट्यलोचने। दृष्टो देवप्रिया सार्धं संस्थितो गरुडोपरि, प्रणिपत्यावोचमहं वरदं कमलापतिं। यद्रूपं ते कृपासिन्धो परमानन्ददायकं, सर्वानन्दाश्रयं नित्यं मूर्तिमत् सर्वतोऽधिकम्। निर्गुणं निष्क्रियं शान्तं यद्ब्रह्मेदि विदुर्बुधाः, तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर। ततो मामाह भगवान् प्रपन्नं कमलापतिः, तदद्य द्रक्ष्यसे रूपं यत्ते मनसि काङ्क्षितम्। यमुना पश्चिमे तीरे गच्छ वृन्दावनं मम इत्युक्त्वान्तर्दधे देवः प्रिया सार्धं जगत्पदिः। अहमप्यागदस्तर्हि यमुनायास्तदं शुभं, ततः कृष्णमपश्यं च सर्वदेवेश्वरेश्वरं, गोपवेषधरं कान्तं किशोरवयसन्वितं। प्रियास्कन्धे सुविन्यस्तवामहस्तं मनोहरम्, असन्दं हास्यदं तां मध्ये गोपीकदम्बके, स्निग्धमेकसमाभासं कल्याणगुणमन्दिरं। प्रहस्य च तद कृष्णो ममाहामृतभाषणः, अहं ते दर्शनं यादो ज्ञात्वा रुद्र तवेप्सितं, यद्द्य मे त्वया दृष्टमिदं रूपमलौकिकम्। खनीभूतामलप्रेम सच्चिदानन्दविग्रहं, नीरूपं निर्गुणं व्यापिक्रियाहीनं परात्परम्। वदन्त्युपनिषत्सङ्घा इदमेव ममानखम्। प्रकृत्युद्धगुणाभावादनन्तत्वात्तथेश्वरम्, असिद्धत्वान्मद्गुणानां निर्गुणं मां वदन्तिः। अदृश्यत्वान् ममैतस्य रूपस्य चर्मचक्षुषा, अरूपं मां वदन्त्येते वेदा सर्वे महेश्वर। व्यापकत्वाच्चिदंशेन ब्रह्मेदिजविदुर्बुधाः, अकर्तृत्वात् प्रपञ्चस्य निष्क्रियं मां वदन्तिः। मायागुणैर्यतो मेंशा कुर्वन्ति सर्जनादिकं, न करोमि स्वयं किञ्चित् सृष्ट्यादिकमहं शिव। अहमासां महादेव गोपीनां प्रेमविह्वलः, क्रियान्तरं न जानामि नात्मानमपि नारद। विहराम्यनया नित्यमस्या प्रेमवशीकृतः, इमां तु मत्प्रियां विद्धि राधिकां परदेवतां अस्याश्च परितः पश्य सख्यशतसहस्रशः नित्या सर्वा इमा रुद्र यथाहं नित्यविग्रहः गोपा गावो गोपिकाश्च सदा वृन्दावनं मम सर्वमेदन्नित्यमेव चिदानन्दरसात्मकम् इदमानन्दकं दाख्यं विद्धि वृन्दावनं मम यस्मिन् प्रवेशमात्रेण न पुनः संसृतिं विषेद मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति स आत्मः भवेदेव सत्यं सत्यं मयोदिदं वृन्दावनं परित्यज्य नैव गच्छाम्यहं क्वचिद् निवसाम्यनया सार्धमहमत्रैव सर्वदा इत्येवं सर्वमाख्यातं यत्ते रुद्रहृदि स्थितं कथयस्व ममेदानीं किमन्यत्रोतुमिच्छसि ततस्तमभ्रवं देवमहं च मुनिसत्तम ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे तदो मामाह भगवान् साधु रुद्र तवोदितम् अधिगुह्यतमं ह्येदत् गोपनीयं प्रयत्नदः सकृधावां प्रपन्नो यस्त्यग्रोपाय उपासदे गोपीभावेन देवेश स मामेति न चेतरः सकृधावां प्रपन्नो वा मत्प्रियमेकिकामुद सेवते नन्यभावेन स मामेति न संशयः यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर न कदापि स चाप्नोति मामेवं ते मयोदिदं सकृदेव प्रपन्नो यस्तवास्मीति वदेदपि साधनेन विनाप्येव मामाप्नोति न संशयः तस्मात् सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत आश्रित्य मत्प्रियां रुद्र मां वशीकर्तुमर्हसि इदं रहस्यं परमं मया ते परिकीर्तितं त्वयाप्यदन्महादेव गोपनीयं प्रयत्नदः त्वमप्येनां समाश्रित्य राधिकां मम वल्लभां जपन्मे युगलं मन्त्रं सदा तिष्ठमदालये शिव उवाच युक्त्युक्त्वा दक्षिणे कर्णे मम कृष्णोदयानिधिः उपदिश्य परं मन्त्रं संस्कारांश्च विधाय हि सगणोऽन्तर्दधे विप्र तत्रैव मम पश्यतः अहमप्यत्र तिष्ठामि तदारभ्य निरन्तरं सर्वमेदन्मया तुभ्यं साङ्गमेव प्रकीर्तितम् अधुना वद विप्रेन्द्र किं भूय श्रोतुमिच्छसि इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमाहात्म्ये द्वि अशीतितमोऽध्यायः ओम्।